पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 23 ऋषय ऊचुः विचित्रयं कथा पुण्या धन्या यशो विधायिनी सर्वपापहरा प्रोक्ता भवदा वददाम्बरा सृष्टिसम्बन्धमेदन्नस्तद्भवान् वक्तुमर्हति पूर्वमेव यथा सृष्टिर्विस्तरात् सूदनन्दन सूद उवाच विस्तरेण प्रवक्ष्यामि सृष्टिसंहारकारणं श्रुतमात्रेण यस्यापि नरः सर्वज्ञतां व्रजेद हिरण्यकश्यपेनापि व्यापिदं भुवनत्रयं तपःसाराध्यप्रब्रह्माणं वरं प्राप्तं सुदुर्लभम् तस्माद्देवान्महाभागादमरत्वं तथैव च देहलोकान् स संवाप्य प्रभुत्वं स्वयमर्जितं तदो देवाः स गन्धर्वा मुनयो वेदपारगाः नागाश्च किन्नराः सिद्धा यक्षाश्चैव तथा परे ब्रह्माणं तु पुरस्कृत्य जग्मुर्नारायणं प्रभुं क्षीरसागरसंसुप्तं योगनिद्रां गतं प्रभुं तं सम्बोध्य महास्तोत्रायदेवा प्राञ्जलयस्तथा सम्बुद्धे सदि देवेश वृत्तं तस्य दुरात्मनः आचचक्षुर्महाप्राज्ञ समाकर्ण्य जगत्पतिः नृसिंहरूपमास्ताय हिरण्यकशिपुं व्यहन् पुनर्वाराहरूपेण हिरण्याक्षो महाबलः उद्धृता वसुधा पुण्या असुरो खादितस्तदा अन्यांश्च खादयामास दानवान् खोरदर्शनान् एवं चैतेषु नष्टेषु दानवेषु महत्सु च अन्येषु तेषु नष्टेषु दिदिपुत्रेषु वै तदा पुनस्तानेषु प्राप्तेषु देवेषु च महत्सु च यज्ञेष्वेव प्रवृत्तेषु सर्वेषु धर्मकर्मसु सुस्थेषु सर्वलोकेषु सा दिदिर्दुःखपीडिता पुत्रशोकेन संतप्ताः भूदा विचेतना भर्तारं सूर्यसङ्काश्यं तपस्तेजः समन्वितम् दादारं च महात्मानं भर्तारं कश्यपं तदा भक्त्या प्रणम्य विप्रेन्द्र तमुवाच महामतिं भगवन्नष्टपुत्राहं कृता देवेन चक्रिणा दैतेया दानवा सर्वे देवैश्चैव निपातिताः पुत्रशोकानलेनाहं संतप्ता मुनिसत्तमा ममानन्दकरं पुत्रं सर्वतेजोहरं विभो सुबलं चारु सर्वाङ्गं देवराजसमप्रभं बुद्धिमन्दं सुसर्वज्ञं ज्ञातारं सर्वपण्डितं तपस्तेजसमयुक्तं सबलं चारुलक्षणं ब्रह्मण्यं ज्ञानवेत्तारं देवब्राह्मणपूजकम् यदारं सर्वलोकानां ममानन्दकरं द्विज सर्वलक्षणसम्पन्नं पुत्रं मे देहि त्वं विभो एवमाकर्ण्य वै तस्या कश्यपो वाक्यमुत्तमं कृपाविष्ट मनस्तुष्टो दुःखिताया द्विजोत्तम तामुवाच महाभागकृपणां दीनमानसं तस्या शिरसि संन्यस्य स्वहस्तं भावतत्परः भविष्यति महाभागे यादृशो वाञ्छितः सुतः एवमुक्त्वा जगामासौ मेरुं गिरिवरोत्तमं तपस्तेपे निरालम्बः साधयन् परमव्रतः एतस्मिन्नन्तरे साधु दधार गर्भमुत्तमम् सा दिदिः सर्वधर्मज्ञा चारुकर्मा मनस्विनी शतवर्षप्रमाणं सा शुचिः स्वान्ता बभूवः तया वै जनितपुत्रो ब्रह्मतेजस्समन्वितः अथ कश्यप आयादो हर्षेण महतान्विदः चकारनाममेधावी तस्य पुत्रस्य सत्तमः बलमित्रब्रवीत्पुत्रं नामदसदृशो महान् एवं नाम चकाराधव्रतबन्धं चकारसः प्राक्पुत्रमहाभागब्रह्मचर्यं प्रसादय एवमेवं करिष्यामि तव वाक्यं द्विजोत्तम वेदस्याध्ययनं कुर्यां ब्रह्मचर्येण सत्तम एवं वर्षशतं साग्रं गतं तस्य तपस्यदः माधुसमक्षमायातस्तपस्तेजस्समन्वितः तपो वीर्यमयं दिव्यं ब्रह्मचर्यं महात्मनः दिदि पश्यति पुत्रस्य हर्षेण महदान्विता तमुवाच महात्मानं बलं पुत्रं तपस्विनं मेधाविनं महात्मानं प्रज्ञाज्ञानविशारदं त्वयि जीवति मेधाविन् प्रजीवन्ति सुता मम हिरण्य कशिपाद्यास्ते ये कदाश्चक्रपाणिना वैरं साधयमेव स जहि देवान् नृपून्रणे सा धनुस्तमुवाचेदं बलं पुत्रं महाबलम् आदाविन्द्रं हि देवेन्द्रं द्रुदं सूदयपुत्रक पश्चाद्देवानिपात्यन्तां ततो गरुडवाहनः तयोराकर्ण्य सा देवी अतिथिपतिदेवता दुःखेन महदाविष्टा पुत्रमिन्द्रमभाषद दिदिपुत्रो महाकायो वर्धते ब्रह्मतेजसा देवानां हि वदार्थाय तपस्तेवे निरञ्जने एवं जानीहि देवेश यदि क्षेममिहेच्छसि एवमाकर्ण्य तद्वाक्यं स माधुपाकशासनः चिन्तामवापदुःखेन महदीं देवराट्तदा महाभयेन सन्त्रस्तश्चिन्तयामास वै तदः कथमेनं हनिष्यामि देवधर्मविदूषकम् इति निश्चित्य देवेश्यो बलस्य निधनं प्रति एकदा हि बलस्सोऽपि सन्ध्यार्थं सिन्धुमाश्रितः कृष्णाजिनेन दिव्येन दण्डकाष्ठेन राजितः अमलेनापि पुण्येन ब्रह्मचर्येण तेन सह सागरस्योपकण्ठेदं सन्ध्यासनमुपागतं जपमानं सुशान्तं तं ददृशे पाकशासनः वज्रेण तेन दिव्येन ताडितो दिदिनन्दनः बलं निपतितं दृष्ट्वा गतसत्त्वं गतं भुवि हर्षेण महदाविष्टो देवरान्मुमुदे तदा एवं निपात्यतं दैत्यं दिदिनन्दनमेव च राज्यं चकारधर्मात्मा सुखेन पाकशासनः इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे बलदैत्यवधो नाम त्रयोविंशोऽध्यायः ॐ